अस्तु अनिल् महोदय नमस्कारः. आरम्भश्लोकं नमस्कारः. आरम्भश्लोकं वदतु कृपया. अस्तु महोदय. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहे, तेजस्विनावधीतमस्तु, मा विद्विषावहि. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगुरुभ्यो नमः. अस्तु, अद्यतनव्याकरणवर्गस्य सुस्वागतम्. वयं पूर्वं पठितवन्तः अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा, अस्ति चेत् अत्र विप्रतिषेधे परं कार्यम् एतत् दृष्टवन्तः. अनन्तरं पूर्वत्र सिद्धम् इति सूत्रमपि अत्र पूर्वसूत्रात् परसूत्रं बलवत् भवति वा न वा इति बहवः उदाहरणरूपेण वयं स्वीकृतवन्तः. अनन्तरम् अत्र किम् अस्ति, मध्ये अपवादान् अस्ति वा, उत्तरान् अपवादान् अस्ति वा इति. इदानीम् अत्र पुरस्तात् इत्युक्ते समीपवर्तिनः, पुरस्तात् अपवादाः अनन्तरान् विधीन् वादन्ते न उत्तरान्. अग्रिम विधीन् एव वादन्ते. अन्य अस्ति चेत् अत्र तत् समये एव अत्र विधिः बाधन्ते न उत्तरान्. अत्र एतत् विषये वयं दृष्टवन्तः. इदानीम् अत्र अन्तादिवच इति वयं सूत्रमपि दृष्टवन्तः. अन्तादिवच इति सूत्रं कोऽपि जानन्ति वा, किम् अत्र किं सारल्येन किं सारांशः सारांशः किम् अस्ति इति कोऽपि वक्तुं शक्यते वा? अन्तादिवच इत्युक्ते किमपि अत्र उल्टा भवति खलु. इको एनचि सम्प्रसारणः, सम्प्रसारणम् इति अपि उदाहरणरूपेण वयं स्वीकुर्मः. अन्तादिवच इत्युक्ते अन्तः इति अन्तः एव, परन्तु तत् सूत्रम् आदिवत् इति भवति. आदिवत् वस्ति अस्ति चेत् अन्तः इति भवति. वयं दृष्टवन्तः एतत् विषये. अहमत्र 6184 अस्ति खलु, षष्ठमाध्याये प्रथमपादे अशीतिः इति सूत्रमस्ति. 6185 एव, अत्र किञ्चित् परिवर्तनं भवति. अत्र 6185 अत्र अन्तः भवान् एव पठतु अत्र महोदय कृपया. एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य शब्दस्य आदिवर्णवत् भवति. वयं किं स्वीकृतवन्तः, पूर्वशब्दमस्ति चेत् आदिवत् एव, परशब्दमस्ति चेत् अन्तवत्, क्रमेण गच्छेम. परन्तु अत्र उल्टा भवति परिवर्तनं. किं पूर्वं यत् अस्ति एतत्तु अन्तिमवर्णः, अन्तिमवर्णवत् इति. यत् आदिवर्णः अस्ति चेत् परशब्द किम्? अत्र कोऽपि उदाहरणम् अस्ति वा महोदय? उदाहरणम् अत्र अत्र ब्रह्मबन्धुः इति शब्दात् ऊडुतः इत्यनेन ऊड् इति स्त्रीप्रत्ययं प्रयुज्य ब्रह्मबन्धु इति शब्दः सिद्ध्यति. अत्र भवान् एव पठतु प्रथमबिन्दुः पर्यन्तं. ब्रह्मबन्धु इति शब्दात् ऊडुतः ओके इत्यनेन उङ् इति स्त्रीप्रत्ययं प्रयुज्य ब्रह्मबन्धु इति शब्दः सिद्ध्यति. अत्र प्रक्रियायां ब्रह्मबन्धुशब्दस्य अन्तिमः उकारः तथा च उङ् प्रत्ययस्य आदिष्ठ उकारः एतयोः अकसवर्णे दीर्घः इत्यनेन 61101 इत्यनेन सवर्ण एकादेशे कृते उ इति सिद्ध्यति. अकः सवर्णे दीर्घः 61101 इति सूत्रम् एकः पूर्वपरयोः 6184 अस्मिन् अधिकारे पाठितमस्ति. अतः अयम् उ इति एकादेशः पूर्वशब्दस्य अन्तिमवर्णवर्णवत् भवति. इत्युक्ते ब्रह्मबन्धुशब्देन ब्रह्मबन्धु इत्यस्यापि ग्रहणं सम्भवति. अस्य किं प्रयोजनम् इति चेत् ब्रह्मबन्धुः बन्धुशब्दः वस्तुतः प्रातिपदिकसंज्ञकः नास्ति, तथा च आबन्तः ण्यबन्तः अपि नास्ति. अतः ण्याप् प्रातिपदिकात् 411 इत्यस्मिन् अधिकारे उक्तः सुबादयः प्रत्ययः अस्मात् शब्दात् नैव भवितुं शक्नुवन्ति. परन्तु ब्रह्मबन्धुशब्देन एव ब्रह्मबन्धुशब्दस्यापि ग्रहणे कृते ब्रह्मबन्धुशब्दस्य प्रतिपादिकसंज्ञा ब्रह्मबन्धुः इत्यत्रापि अतिदिश्यते, येन ब्रह्मबन्धुः शब्दात् सुवादयः प्रत्ययाः भवितुम् अर्हन्ति. महोदय, अत्र पश्यतु, अत्र बन्धु उ सवर्णदीर्घसन्धि तत्पर्यन्तम् अहम् अवगतं, परन्तु अत्र कोऽपि अन्यविषये अपि उक्तम् अहं चिन्तयामि. अत्र इति अस्मिन् अधिकारे अत्र पूर्वपरयोः इति अस्ति. पूर्वपरयोः वयं एतत् विषये वयं जानीमः. पूर्वपरयोः पररुम् अस्ति चेत् एव अत्र अतो गुणे इत्यनेन पठन्ति इति भवति खलु. पाठन्ति इति नास्ति. पाठन्ति इति स्वीकुर्मः अकः सवर्णे दीर्घः इत्यस्य पाठन्ति इति एव भवितुम् अर्हति, परन्तु तत् सूत्रं बाधित्वा एव अत्र पठन्ति इति वयं स्वीकुर्मः अतो गुण इति सूत्रेण पूर्वपरयोः इति. इदानीम् अत्र ब्रह्मबन्धु इति शब्दः अस्ति, अत्र उकारः ह्रस्व उकारः. इदानीम् अत्र स्त्रीप्रत्ययं योजनेन ऊङ् इति स्त्रीप्रत्ययं ब्रह्मबन्धू इति शब्दः सिद्ध्यति. ऊङ् इत्यस्य ण्यकारः इति भवति, लोपः भवति. इदानीम् अत्र प्रक्रियां किम् अस्ति, ब्रह्मबन्धु अस्ति, उकारः अस्ति, तदा च ऊङ् प्रत्ययः स्त्रीप्रत्ययम् अस्ति, आदिभ्यः ऊकारः, एतयोः अकः सवर्णे दीर्घः इत्यस्य उ इति भवति, अतः एव ब्रह्मबन्धू इति सिद्ध्यति. एतत् पर्यन्तं किमपि क्लेशः नास्ति. इदानीम् अत्र पूर्वपरयोः इति अस्ति. अत्र किं भवति, अत अयम् उ इति एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् भवति. इदानीम् अत्र उ इति स्वीकुर्मः स्त्रीप्रत्ययं किमस्ति चेत् अन्तिमवर्णवत् एव खलु, अत्र अग्रे अस्ति, अतः उ इति अन्तिमवर्णवत् एव भवति. इत्युक्ते ब्रह्मबन्धुशब्देन ब्रह्मबन्धू इत्यस्यपि ग्रहणं सम्भवति खलु. अग्रे अस्ति ऊकारः, अतः तत्र ब्रह्मबन्धू इत्यपि ग्रहणं भवति. एतत् किं प्रयोजनम् अत्र वस्तुतस्तु स्वीकुर्मः चेत् अत्र एतत् प्रातिपदिकसंज्ञा नास्ति अत्र दत्तम्. अन्तादिवच्च इति सूत्रेण अत्र एकम् उदाहरणरूपेण स्वीकुर्मः ब्रह्मबन्धु इति. अत्र शम्भू बहवः उकारविषये वयं स्वीकृतवन्तः शब्दमञ्जर्यम्. इदानीम् अत्र वस्तुस्तु ब्रह्मबन्धु इति दीर्घ ऊकारः प्रातिपदिकसंज्ञा नास्ति. अनन्तरम् अत्र आबन्ताः अपि नास्ति, रमा इति आबन्ताः एतदपि नास्ति. अनन्तरं ण्यन्तः, ण्यन्तः वयम् एतद् विषये पठितवन्तः, ज्ञा प्रातिपदिकात् इति. ज्ञा अत्र ण्यन्तः नास्ति, आवन्ताः नास्ति. एतत् पश्येम 4111 इति अपि. ण्यन्तशब्दाः किं किम् अस्ति? नीप्, नीश, नीन, एते त्रि स्त्रीप्रत्ययः, स्त्रीप्रत्ययः ण्यन्तः. ण्यन्तः अपि नास्ति, ब्रह्मबन्धु इति ऊकारः. अनन्तरम् आबन्ताः टाप्, डाप्, छाप् एतदपि नास्ति. आ इति अत्र नास्ति किमपि. इदानीं प्रातिपदिकानि एतदपि अत्र नास्ति इति तत्र दत्तं सूत्रविषये. अतः तत्र परन्तु प्रातिपदिकं किं नास्ति महोदय? प्रातिपदिकं ब्रह्मबन्धु इति नास्ति, ब्रह्मबन्धु एव अत्र. इदानीम् अत्र ब्रह्म गतः इति अत्र स्त्रीप्रत्ययं, स्त्रीप्रत्ययं योजनेन अत्र वयं किं स्वीकुर्मः? ब्रह्मबन्धु इति स्वीकुर्मः. एतत् विषये एव अत्र दत्तं. ब्रह्मबन्धु इति शब्दः वस्तुतस्तु प्रातिपदिकसंज्ञकः नास्ति. आबन्ताक, आबन्ताः अपि नास्ति, ण्यन्ताः अपि नास्ति. ज्ञात्, ज्ञा प्रातिपदिक, ज्ञाप प्रातिपदिकात् इत्यनेन इत्यस्मिन् अधिकारे उक्तः सुबादेयः प्रत्ययः अस्मात् शब्दात् नैव भवितुं शक्नुवन्ति. सुबादयः अत्र सु, औ, जस्, अम्, औ, टिशस्, टाभ्याम्भ्यस् एतत् सर्वाणि प्रत्ययाः अत्र नास्ति इति दत्तम्. इदानीम् अत्र परन्तु ब्रह्मबन्धुशब्देन एव ब्रह्मबन्धुशब्दस्यपि ग्रहणं कृते अत्र ब्रह्मबन्धु इति अस्ति. अनन्तरम् अत्र ऊङ्गतः इत्यनेन ऊ योजनेन ब्रह्मबन्धु इति अपि भवितुम् अर्हति. ग्रहणे कृते ब्रह्मबन्धुशब्दस्य प्रातिपदिकसंज्ञा ब्रह्मबन्धु इत्यत्र अपि अतिदिश्यते, येन ब्रह्मबन्धुशब्दात् सुवादयः प्रत्ययः भवितुम् अर्हन्ति. अत्र उक ऊङ्गतः इति योजनेन इदानीम् अग्रे प्रथमं किं दत्तवन्तः? ब्रह्मबन्धु इति शब्दः वस्तुतस्तु साधारणतया पश्येम चेत् अत्र प्रातिपदिकसंज्ञा नास्ति, आबन्ताः नास्ति, ण्यन्ताः नास्ति इति तत्र दत्तवन्तः. इदानीम् अत्र ज्ञाप्रातिपदिकात् इत्यस्मिन् सुबादेयः प्रत्ययः अस्मात् शब्दात् नैव भवितुम् अर्हन्ति इति वयं दृष्टवन्तः. परन्तु इदानीं, परन्तु पश्यतु अत्र, परन्तु ब्रह्मबन्धुशब्देन एव ब्रह्मबन्धु इति शब्दम् अत्र स्वीकुर्मः खलु? स्वीकुर्मः वा न वा? स्वीकुर्मः एव. पूर्वं अत्र प्रातिपदिकसंज्ञा नास्ति, आवन्ताः नास्ति, ण्यन्ताः नास्ति इति तत्र दत्तवन्तः. परन्तु एतत् सूत्रं किं वदति? ब्रह्मबन्धुशब्देन एव वयं किं स्वीकुर्मः? ब्रह्मबन्धु इति शब्दं स्वीकुर्मः, ब्रह्मबन्धु इति अपि ग्रहणं स्वीकुर्मः. अस्तु अस्तु महोदय. एकनिमिषम् अत्र अञ्जनायाः कृते अत्र अतः तत्र ब्रह्मबन्धु शब्देन एव ब्रह्मबन्धुशब्दस्यपि ग्रहणं कृते ब्रह्मबन्धुशब्दस्य प्रातिपदिकसंज्ञा किं भवति चेत् ब्रह्मबन्धु इति अत्र अपि अतिदिश्यन्ते सूचनम् भवति येन ब्रह्मबन्धुशब्दात् सुबादयः प्रत्ययः इदानीं भवितुम् अर्हति पूर्वं दत्तवन्तः एतदेव अत्र किञ्चित् क्लेशरूपेण मनसि अत्र स्थापनीयमेव प्रथमम् अत्र ञन्तः नास्ति आबन्तः नास्ति प्रातिपदिकसंज्ञा नास्ति इति तत्र दत्तवन्तः परन्तु अत्र पूर्वपरयोः इति वयं स्वीकुर्मः चेत् परन्तु अत्र ऊङ्गुतः इति अस्ति तत् स्थाने ऊकारः योजनेन इदानीम् अत्र ब्रह्मबन्धू इति शब्दात् सुबादयः प्रत्ययाः भवितुम् अर्हन्ति अतः एव अत्र स्त्रीप्रत्ययम् ऊङ्गुतः अत्र अतः तत्र रूपं द्वयं भवितुम् अर्हति प्रातिपदिकरूपेण ब्रह्मबन्धु इति अस्ति ब्रह्मबन्धू इत्यपि भवितुम् अर्हन्ति इति अत्र भवानेव पठतु अग्रे द्वितीयबिन्दुः बालशब्द शब्दस्य प्रथमाद्विवचनस्य रूपे बालयोग औ इत्यत्र वृद्धिरेचि इति वृद्धि एकादेशे कृते बालौ इति सिद्ध्यति अत्र अकार ओकारयोः अकार औकारयोः एकादेशः कृतः दृश्यते अयम् एकादेशः अत्र परशब्दस्य औ इत्यस्य आदिवर्णवत् भवति अतः औ इति परशब्दस्य सुप्रत्ययत्वम् औ इति एकादेशे अपि अतिदिश्यते येन बालौ इति शब्दः सुबन्तत्वं स्वीकरोति अतः च पदसंज्ञा अपि प्राप्नोति अत्र पश्यतु वयं जानीमः एव बाल इति लकार उत्तर अकारः तिष्ठति इदानीम् औ सु औ इति प्रत्ययमस्ति इदानीं किं भवति अकार औकारमेलनेन वृद्धिरेचिः पूर्वरूपम् अत्र एकादेशः कृते औकारः एव अत्र स्वीकुर्मः अतः तत्र बालौ इति अस्ति बालौ इति अन्यथा अत्र बालो इति अतः अकारस्य स्थाने आदिवर्णवत् भवति औकारः परे एव अस्ति खलु अन्ते एव अस्ति परन्तु इदानीम् अकारः पूर्वपरयोः इत्यनेन एकादेशः कृतः औकारः एव वयं स्वीकुर्मः अतः एव बालौ इति अस्ति बालौ स्तः बालौ इति स्वीकुर्मः इदानीम् अत्र औकारः किम् अस्ति आदिवर्णवत् भवति अकारः अत्र न तिष्ठति औकारः एव वयं स्वीकुर्मः अतः औकारः आदिवर्णवत् भवति अतः एव तत्र अन्तादिवच् अन्तादिवच्च इति सूत्रं वयं स्वीकुर्मः इदानीम् अवगतम् आम् महोदय एतत् उदाहरणं समीचीनमस्ति उदाहरणे द्वयमपि किञ्चित् क्लेशः एव किञ्चित् परन्तु इति तत्र दत्तं खलु पूर्वं न भवति परन्तु भवति इति तत्र दत्तम् इदानीम् अत्र एतत् वृद्धिरेचि इति अत्र औकारः पर अन्तवत् भवति परन्तु इदानीम् अन्तादिवच इति सूत्रेण आदिवत् भवति अतः एव बालो इति वयं स्वीकुर्मः अस्तु अग्रे गच्छेम एतदेव अन्तादिवच इति सूत्रं वयं दृष्टवन्तः इदानीं वृद्धिरेचि अत्र चत्वारः सूत्राणि सन्ति अत्र चत्वारानि सूत्राणि अत्र गोदामल् पठितुं शक्यते वा पठतु वृद्धिरेचि अवर्णत् एच् वर्णोपर् संहितायां पूर्वपरयोः एकः वृद्धि एकादेशः भवति अत्र योगः एव अत्रैव यत्ये दत्युट्स् अवर्णात् इन् धातोः एत् धातोः च यच् वर्णे परे तथा ऊट् शब्दे परे संहितायां पूर्वपरयोः एकः वृद्धि एकादेशः भवति उपयोग एति उपैति एङि पररूपम् अवर्णान्तात् उपसर्गात् एकारादि ओकारादि धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति प्र योगः एजते प्रेजते एजते इति एज्रु दीप्तो धातोः लट् लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ओमाङ्गोच्छ अवर्णत् ओम् शब्दे परे आङ्गशब्दे च परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति शिवाय ओम् नमः शिवायोम् नमः अत्रापि पूर्वपरयोः एकः वृद्धिः एकादेशः भवति इति उदाहरणरूपेण अत्र वृद्धिरेचि अत्र योगः एव अत्र अत्र अकारः अस्ति अत्र उत्तरे ए अस्ति आ ए मेलनेन अत्रैव एतत् उत्सर्गसूत्रम् उत्सर्गसूत्रम् इत्युक्ते किम् अस्ति चेत् साधारणसूत्रमेव एत् एतत् युत्सु अत्र उपयोगः एति अस्ति एतत् अपि अत्र पूर्वपरयोः एकः वृद्धिः भवति अतः उपैति इति एङ्गि पररूपम् अत्र प्रयोगः एजते अस्ति चेत् प्रेजते लट्लकारः प्रथमपुरुष एकवचनं रूपमस्ति पूर्वपरयोः एकः पररूप आदेशः भवति पररूपम् एकारः अतः तत्र प्रेजते अकार एकारमेलनेन प्रेजते ओमाङ्गोच्च इति किं भवति अत्र अत्र अपि एकः पूर्वरूपे एकादेशः भवति शिवाय ओम् नमः अत्र शिवाय यकार उत्तरवर्ति अकारः अस्ति अनन्तरम् ओकारः अस्ति अकार ओकारमेलनेन ओकार एव पररूपम् अतः तत्र शिवायोम् नमः इति भवति अत्र अपवादः किं किं भवति इति वयं गतवर्गे दृष्टवन्तः परन्तु स्पष्टीकरणार्थं पुनरपि वयम् अत्र अन्तादिवच्च इत्यनेन किं भवति इति पठितुं शक्यते एव अवयोगः एहि भवान् पठतु अनिल् महोदय अवयोग एहि इति स्थितौ वृद्धिरेचि इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रभाद्य एङ्गीपररूपम् इत्यनेन पररूपादेशः प्राप्तः अस्ति यतोहि अन्तादिवच् इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः तस्माच्च इण् इत्यस्य धातुत्वं स्वीक्रियते अपि च तत् इदानीम् एजादिः अपि अस्ति किन्तु एङ्गिपररूपम् इति सूत्रं बाधित्वा एत्यधत्युत्सु इत्यनेन वृद्धि एकादेशः प्राप्तः अस्ति यतोहि अन्तादिवच् इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः तस्माच्च इण इति धातुत्वं स्वीक्रियते अधुना ओमाङ्गोश्च इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि अन्तादिवच् इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः तस्माच्च आङ्गत्वं स्वीक्रियते अन्तादिवच् इत्यनेन एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य शब्दस्य आदिवर्णवत् भवति एते धत्यूट्सु इति सूत्रं यथा एङ्गिपररूपम् इति सूत्रस्य अपवादः तथा ओमाङ्गोश्च इत्यस्यापि अपवादः अस्ति वा अग्रे पठतु एते धत्यूट्सु इति विशेषसूत्रम् अस्ति एङ्गिपररूपम् इति सामान्यशास्त्रम् अस्ति अतः एते धत्यूट्सु इति विशेषसूत्रं स्वस्मात् अव्यवहितस्य परस्य एङ्गिपररूपम् इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य ओमाङ्गोश्च इति सूत्रस्य कार्यम् पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन अत्र ओमाङ्गोश्च इत्यनेन पररूपमेव भवति न तु वृद्धिः एते धत्यूत्सु इति सूत्रेण अतः अवेहि इति रूपं लभ्यते अत्र किं वृद्धिरेचि 88 अस्ति षष्ठमाध्याये प्रथमपादे अनन्तरम् एतद्युत्सु 89 अस्ति अनन्तरम् एङ्गिपररूपं 94 अस्ति ओमाङ्गोच 95 अस्ति क्रमेण पत्रं भवति इदानीम् अत्र पूर्वपरयोः अन्तादिवच्च इति सूत्रेण यत् आदिवत् भवति यत् आदिमवर्णः अन्तिमवर्णः भवति अन्तिमवर्णः तु आदिवत् भवति इति एतदेव इदानीं वयं दृष्टवन्तः बालयोगः बालौ इति अत्र एङ्गि वृद्धिरेचि इति आदौ प्रसक्तम् अस्ति किन्तु तत् सूत्रं प्रबाद्य एङ्गिपररूपम् इदानीं वृद्धिरेचि इति अस्ति 88 एङ्गिपररूपं 94 अस्ति इद वयं पूर्वं दृष्टवन्तः पूर्वसूत्रात् परसूत्रं बलवत् भवति इति इदानीमत्र एङ्गिपररूपम् इत्यनेन पररूपै पररूप आदेशः प्राप्तः अस्ति एङ्गिपररूपं यतोहि किमर्थं चेत् अत्र अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः अनन्तरमत्र एतत् एकारः सः आयुः इ इत्यनेनयोः प्रतिनिधिः भवति अतः एव अत्र उपयोगः एति इति स्वीकुर्मः न प्रयोगः एजते प्रेजते इति भवति एकारः अनन्तरमत्र किम् अस्ति इङ्गतो धातोः एव अत्र एकारः भवति तस्मात् इन् इत्यस्य धातुत्वं स्वीकृत्य अपि च तत् इदानीम् एजादिः अपि अस्ति एज् पश्यामः चेत् तत्र आयोगः इ योजनेन एव एकारः भवति अतः तत्र एजादिः भवति किन्तु एङ्गिपररूपम् इति सूत्रं बाधित्वा इदानीम् एङ्गिपररूपं 94 अस्ति एतत् बाधित्वा परसूत्रं किम् अस्ति अत्र बाधित्वा एत् एतत् यूत्सु इति परसूत्रं नास्ति अत्र एतत् पूर्वसूत्रमस्ति 89 इत्यनेन वृद्धिः एकादेशः प्राप्तः अस्ति यतोहि अन्तादिवच्च इत्यनेन अतः एव अत्र एत् एतत् यूत्सु इति स्वीकुर्मः चेत् अत्र उपयोगः ये अस्ति अत्र ए इति अस्ति एतत् एच् वर्णे परे तथा ऊट् शब्दे परे संहितायां पूर्वपरयोः एकः वृद्धिः भवति अतः अत्र एकादेशः अतः एव अत्र उप इति भवति अत्र अपि अकारः आङ् इति अस्ति ईकारः मेलनेन प्रतिनिधिः. इदानीम् अत्र अन्तादिवच् इत्यनेन एव पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णः तदा परशब्दस्य आदिवर्णः भवति इति. एत् एतत् युत्सु इति सूत्रं यथा एङि पररूपम् एत् एतत् युत्सु इति 89 अस्ति, एङि पररूपं 94 अस्ति इति सूत्रस्य अपवादः. वयम् अत्र झटिति वक्तुं शक्यते एव. अत्र किमस्ति, अत्र पुरस्तात् अपवादः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान्. उत्तरविधिः अत्र अस्ति. अत्र इदानीम् अन्तादिवच्च इत्यनेन पूर्वपरयोः अस्मिन् अधिकारे एकादेशः पूर्वशब्द अन्तिमवर्णात् तथा परशब्दस्य आदिमवर्णात् अथवा तत्र एत् एतत् युत्स् इति सूत्रम् एत् एतत् इति सूत्रम् 18 अस्ति, 89. इदानीमत्र एतत् सूत्रम् एङ्गीपररूपं परसूत्रमस्ति 94 इत्यस्य इति सूत्रस्य अपवादः. तदा तादृशमेव तदेव अत्र ओमाङ्गस्य इति परसूत्रमस्ति, एतदपि अपवादः अस्ति वा इति वयं द्रष्टुं अस्ति वा इति अत्र प्रश्नः उदेति. एत् एतत् युत्सु इति विशेषसूत्रमस्ति. एङ्गिपररूपमिति सामान्यशास्त्रमस्ति. एङ्गिपररूपमिति सामान्यसूत्रम्, एत् एतत् युत्सु इति विशेषसूत्रमस्ति. अत्र पश्येम चेत् सामान्यसूत्रं साधारणतया तिष्ठति एव, विशेषसूत्रमेव अत्र कार्यं भवति इति. पुरस्तात् अपवादः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति परिभाषया बलेन अत्र ओमाङ्गोच इत्यनेन पररूपमेव अत्र भवति, न तु वृद्धिः एतत् युत्सु इति. अतः एव अत्र शिवाय अकारः अस्ति, अनन्तरम् ओकारः अस्ति. एतत् ओकारः पूर्वपरयोः पररूपम् एकादेशः ओकार एव, अतः शिवायोम् नमः इति अत्र ओकारः. इदानीं वयं दृष्टवन्तः बालयोगः औ, तदेव अत्र ओकारः अत्र स्वीकृत्य शिवायोम् इति अत्र वर्णमेलनेन बलवत् भवति इति. इति सूत्रेण अतः अवेहि इति रूपं लभ्यते. अवयोगः एहि, अकार उत्तरवर्ति, अनन्तरम् एकारः प्रयजते इति वयं पूर्वमेव अपि दृष्टवन्तः. इदानीमत्र शिवाय नमः, शिवायोम् नमः इति अत्र पररूपं केन सूत्रेण अत्र बलवत् भवति. इदानीम् अन्तादिवच्च इत्यनेनैव अत्र ओकारः बलवत् भवति. शिवायोम् नमः इत्यनेन शिवायोम् नमः इति ओमाङ्गोच इत्येव अत्र एत् एतत् युत्सु इति सूत्रेण ओमाङ्गोच इत्यस्य पररूपं भवति, न तु वृद्धिः इति. एतत् एत् एत् एतत् युत्सु इत्यनेन वृद्धिरेचिना भवति. ओमाङ्गोच इत्यनेनैव अत्र पररूपम् एकादेशः भूत्वा शिवायोम् नमः इति अत्र बलवत् भवति इति तत्र दत्तम्. एतत् पुनरपि पुनरपि पठितव्यमेव. किमर्थम् अत्र वयम् अत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान्, उत्तरसूत्रस्य किमपि बाधकं नास्ति इति अत्र दत्तम्. स्पष्टीकरणार्थमेव अत्र पुनरपि पुनरपि पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति अत्र अनया परिभाषया. अत्र अञ्जना भगिनी पठितुं शक्यते वा? मधुगी अस्ति वा? पुरस्तात् पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते नोतरान् इति अनया परिभाषया सूत्रपाठयोः कन्नडि सर्या तेरियम् अनिल् महोदय पठतु. आम् महोदय. पुरस्ताद अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति अनया परिभाषया सूत्रपाठक्रमे पूर्वं पठितानि विशेषसूत्राणि स्व अव्यवहितानि एव सामान्यशास्त्राणि बाधन्ते, न तु व्यवहितानि इति परिभाषार्थः. प्रकृते सूत्रपाठक्रमे एते द्युटु इति विशेषशास्त्रं तदव्यवहितसामान्यशास्त्रम् एङ्गिपररूपम् इति सामान्यशास्त्रम्, अतः तदेव सूत्रं बाधते, न तु व्यवहितम् ओमाङ्गोश्च इति पररूपम्. तेन अवयोग एहि आ योग इहि इत्यत्र ओमाङ्गोश्च इति पररूपमेव भवति, न तु वृद्धिः. अत्र पुनरपि एतत् विषये अत्र एतत् युत्सु इति सूत्रमस्ति, एतत् विशेषसूत्रमस्ति, एङ्गिपदरूपम् इति सामान्यसूत्रमस्ति. यत् वयं जानीमः अत्र सर्वे अत्र पादौ अस्ति, अनन्तरम् अस्तौ अस्ति, एतत् सर्वाणि अस्ति एव. परन्तु अत्र मातुः विषये यत्र पादः नास्ति, अस्तः नास्ति, किमपि क्लेशः अस्ति चेत् तत् विषये एव अत्र इतोपि अत्र अधिकचिन्तनं भवति मातुः विषये. तदेव अत्र विशेषसूत्रमेव सर्वत्र. विशेषं किम् अस्ति अत्र? इदानीम् अत्र कुकेश् इति स्वीकुर्मः चेत् अन्ये सर्वे सन्ति एव, परन्तु तस्य समीपे विशेषेण अत्र चेस् मध्ये बहवः कार्याणि कृतः. अन्यजनाः सामान्यजनाः, सः एव विशेषजनः. तदेव अत्र एतत् युत्सु इति विशेषशास्त्रमस्ति अत्र. एङ्गिपररूपम् इति साधारणसूत्रमस्ति, सामान्यशास्त्रं, शास्त्रम् इत्युक्ते अत्र सूत्रमेव. अतः तदेव सूत्रं बाधते, न तु व्यवहितम् ओमाङ्गोच इति पररूपमस्ति. अवयोगः एहि आयोगः इहि अत्र ये भवति इत्यत्र ओमाङ्गोच इति पररूपम् एव भवति, न तु वृद्धिः. सो ओमाङ्गोच इत्यनेन पररूपमेव अत्र भवति, न तु वृद्धिः. वृद्धिः इत्यस्य कार्यं भवति, कार्यं न भवति. ओमाङ्गोच इति पररूप परसूत्रमस्ति, 95 अस्ति. वृद्धिरेचि इति 88 अस्ति. अतः अत्र पुरस्तात् अपवादः अनन्तरान् विधीन् एव बाधन्ते, न उत्तरान्. उत्तरविधिः किमपि अस्ति चेत् तत्र एतत् न बाधते इति तत्र दत्तम्. एतत् पुनरपि अत्र आगत्य एतत् विषये एव अत्र स्पष्टीकरणार्थं दत्तम् अत्र. पठतु, वदतु महोदय. परन्तु अहं चिन्तयामि अत्र तत् आवश्यक प्रयोजनम् एव नास्ति खलु. अत्र प्रयोजनं नास्ति एव. इदानीम् अत्र ब्रह्मबन्धु इति वयं दृष्टवन्तः, एतत् किञ्चित् क्लेशः एव आसीत्. परन्तु अत्र न्याप्रातिपदिकात् इति अस्ति, न्यबन्ता अस्ति नास्ति, प्रातिपदिकमपि नास्ति, अनन्तरम् आबन्ताः अपि नास्ति, परन्तु इति स्थापितमस्ति. अनन्तरम् अत्र भवति इति तत्र दत्तम्. एतत् विषये किञ्चित् अस्माकं कृते क्लेशः भवति एव. परन्तु अत्र बालयोगः औ इति स्वीकुर्मः चेत् तत्र औ इति प्राधान्यमस्ति. अतः यत्र पूर्वपरयोः पररूपम् एकादेशः इति अत्र स्पष्टीकरणार्थं दत्तम्. इदानीमपि अत्र ओमाङ्गोच इत्येव अत्र बलवत् भवति. किमर्थं चेत् अत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् एव बाधन्ते, न तु उत्तरान्. झटिति अस्ति यत्, परन्तु ओमाङ्गोश्च परसूत्रमस्ति, तत् कारणात् बलवत् अस्ति, बलवत् भवति एव अत्र. किञ्चित् व्यवहाररूपेण अत्र किं किम् अभवत्, किं किं न अभवत्, किं किं बलवत् भवति इति अत्र उदाहरणरूपेण दत्तवन्तः तावदेव. अस्तु महोदय. अस्तु, भवानेव पठतु बाधकशास्त्रस्य. बाधकशास्त्रस्य विशेषशास्त्रस्य आकाङ्क्षा जायते मम बाध्यं किम् इति तदा प्रथमोपरि उपस्थितिः खलु प्रथम उपस्थिति उपस्थित्वा अनन्तरं शास्त्रम् अन्वेति अतः आकाङ्क्षा शान्ता तदनन्तरं विद्यमानं शास्त्रं न बाधते आकाङ्क्षायाः अभावात् किञ्च व्यवहितस्यापि बाधे विप्रतिषेधे परं कार्यम् इति शास्त्रस्य बाधकल्पना वक्तव्या यतोहि तेन सूत्रेण परशास्त्रस्य प्राबल्यं बोध्यते अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधेन विरोधः स्पष्ट एव अत्र विप्रतिषेधे परं कार्यम् इति शास्त्रस्य बाधकल्पना वक्तव्या इदानीमेव वयं चर्चितवन्तः अत्र कल्पना एव कल्पनाविषये एव अत्र वृद्धिरेचिः एत् एतत् युत्सु एङ्गि पररूपं मोमाङ्गोच अत्र वयं जानीमः विप्रतिषेधे परं कार्यं यत्र यत्र सूत्रम् आगत्य कार्यं करोति तत् स्थाने किं सूत्रं बलवत् भवति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बल्यः इति वयं दृष्टवन्तः तादृशमेव अत्रापि कल्पना इत्येव अत्र दत्तं परशास्त्रस्य प्राबल्यं बोध्यते अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधेन विरोधः स्पष्टः एव खलु तावदेव पुनरपि एतदेव अत्र आगत्य पूर्वसूत्रस्य बाधकं भवति परसूत्रमेव अत्र बलवत् भवति इति तत्र दत्तम् इदानीमत्र रात्राण् आह पुंसिः पुंसि इति सूत्रमस्ति अत्र गोधमल् पठितुं शक्यते वा नपुंसकं महोदय किञ्चित् उच्चैः वदतु अत्र अतः एव सा गतवती आगतवती गतवती आगतवती किञ्चित् क्लेशः अस्ति अतः एव वयं किञ्चित् सावधानतया शृणुमः अस्तु पठतु भगिनी सूत्रक्रमः सा नपुंसकं समाहारे द्विगुर्द्वन्द्वक्ष नपुंसकं स्यात् यस्य अयम् एकवद्भावः वितः स नपुंसकलिङ्गेन भवति द्विगुर्द्वन्द्वच्च पर्वलिङ्गापवादः पञ्चगावं दन्तोष्ठं परस्य यलिङ्ग्य तद्भवति द्वन्द्वस्य तत्पुरुषस्य च उत्तरपदलिङ्गद्वन्द्वतत्पुरुषयोः विधीयते समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य इदं ग्रहणं यथा कुक्कुटमर्योर्य इमे मयूरि कुक्कटोः इमौ रात्राहुहाः पुंसि रात्र अहर्ण अह इत्यते पुंसि भाष्यन्ते पर्वलिङ्गतया त्रीणि नपुंसकायोः प्राप्तयोः इदं वचनं यथा अहोरात्रः पूर्वरात्रः पूर्वाह्णद्वाः पर्वलिङ्गपवादः परत्वा सं नपुंसकम् इत्यस्य समाहारनपुंसकतां बाधते। संज्ञा पूर्वरात्रं कलीभं द्विरात्रं त्रिरात्रं गणरात्रम्। अत्र रात्राणाहाः पुंसि इति अत्र जिह्वामूल्यः अस्ति न उपद्मानीयः अस्ति, अतः तत्र पुंसि इति अत्र रात्रान् आहः पुंसि इति वक्तव्यम्। इदानीं स नपुंसकम् इति सूत्रं किम् भवति? अत्र समाहारद्विगुर्द्वन्द्वः नपुंसकं भवति। द्वन्द्वसमासे स्वीकुर्मः चेत् पाणि च पादं च इति तत्र भवति, तदेव अत्र यस्य अयम् एकवत् भावः विहितः। एकवत् भावः इत्युक्ते एकस्मिन् पक्षे एव अत्र कार्यं करोति इति, तदा नपुंसकलिङ्गं भवति। द्विगुर् द्विगुर्द्वन्द्वश्च इति परमलिङ्गम् अपवादः, यथा पञ्चगवं दन्तोष्टम् एतत् सर्वदा अत्र नपुंसकलिङ्गमेव स्वीकुर्मः सा नपुंसकम् इति सूत्रेण। एतत् 2417 अस्ति, द्वितीय अध्याये चतुर्थपादे अत्र सप्त किमस्ति, सप्तदश इति सूत्रमस्ति, अपवादसूत्रमस्ति एतत्तु, पूर्वमेव वयं दत्तम् अत्र दत्तम्। इदानीमत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः, यत्र लिङ्गं यत् भवति परे भवति तत् स्वीकृत्य एव अत्र शब्दः भवति इति। परस्य यत् लिङ्गं, परस्य यत् लिङ्गं भवति तत् भवति द्वन्द्वस्य तत्पुरुषः, तत्पुरुषस्य च। उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते। इदानीमत्र समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरद्वन्द्वश्च इदं ग्रहणम्। यत्र वयं स्वीकुर्मः कुक्कुट् मयूर्यौ इमे, कुक्कुट् इति अत्र काक् अस्ति खलु, अनन्तरं मयूरः पीकाक्, कुक्कुट् कुक्कुट् मयूर्यौ इमे इति अस्ति। इदानीमत्र मयूरी कुक्कुटौ इमौ इति भवति। यत् शब्दं कुक्कुटः इति अस्ति, मयूरी इति अस्ति, अत्र मयूरी इति शब्दम् अत्र वर्णः बहु लघु अस्ति, अतः एतत् प्रथमम् आगत्य अनन्तरं कुक्कुटौ इति अग्रे आगत्य कार्यं करोति। शब्दः वर्णस्य विषये अत्र भवति। अनन्तरम् अत्र एतत् स्वीकृत्य एव अत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन यत् वर्णः लघु अस्ति एतत् पूर्वम् आगत्य कार्यं करोति। मयूरी इति कुक्कुटस्य विषये स्वीकुर्मः चेत् बहु लघु वर्णः सन्ति, मयूरी कुक्कुटौ इमौ इति। अत्र यत् पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः 2426 पश्यम् अत्र पर्वलिङ्गं द्वन्द्वकर्ते समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरद्वन्द्व द्वन्द्वस् एदं ग्रहणम्। अत्र किमस्ति तत् अत्र अपि दत्तम्, अत्र मयूरी कुक्कुट कुक्कुटा इमौ इति, कुक्कुटौ इमौ इति अस्ति अत्र, तदेव अत्र अपि दत्तं। किमपि अत्र स्पष्टीकरणार्थं किमपि अत्र न दत्तम्, एतदेव अत्र दत्तम्। इदानीमत्र रात्रान् आहाः पुंसि इति अस्ति। अत्र रात्र अह् अह इत्येते पुंसि भाष्यन्ते। रात्र इति अत्र रात्रः, अह्नः अहः इति अत्र पुंसि भाष्यन्ते। पर्वलिङ्गतया त्रीनपुंसकयोः प्राप्यते, प्राप्तयोः इदं वचनं त्रिषु लिङ्गेषु अपि अत्र भवितुमर्हति। यथा अहोरात्रः इति अत्र पुंसि स्वीकुर्मः, पूर्वरात्रः, पूर्वाह्नः, अत्र व्यत्यहः इति अस्ति। पर्वलिङ्ग अपवादः परत्वात् स नपुंसकम् इत्यस्य समाहारनपुंसकात् बाधते. अत्र समाहारद्वन्द्वं नास्ति, एतत् बाधते एव. अतः एत् अतः एव अत्र पुंसि भवति इति, रात्राण्णाः पुंसि इति. इदानीमत्र सङ्ख्यापूर्वरात्रं क्लीबं, यत्र यत्र सङ्ख्या अस्ति, सङ्ख्या नम्बर्स् अस्ति खलु, एतत् अस्ति चेत् सङ्ख्यापूर्वम् अस्ति चेत् अत्र रात्रम् इति क्लीबं भवति. क्लीबम् इत्युक्ते नपुंसकलिङ्गं भवति. सङ्ख्यापूर्वक अस्ति चेत् अत्र झटिति क्रमेण पुल्लिङ्गं भव नपुंसकलिङ्गं भवति इति. पूर्वरात्रः इति अस्ति, एतत् पुल्लिङ्गपदम्. इदानीमत्र सङ्ख्या अस्ति, द्वि इति सङ्ख्या अस्ति. इदानीमत्र रात्रः इति पदं न भवति, क्लीबमेव भवति, नपुंसकलिङ्गमेव भवति. अतः एव द्विरात्रं, त्रिरात्रं, गणरात्रम् इति भवति. एतत् मनसि स्थापनीयमेव, कुत्र कुत्र नपुंसकलिङ्गं भवति, कुत्र कुत्र पुल्लिङ्गं भवति इति. अत्र संशयः अस्ति वा, किमपि पृच्छतु. समीचीनमेव, अत्र किमपि नास्ति. अग्रे अनिल् महोदय पठतु. यत्र अनिल् महोदय अस्ति वा? आम् महोदय, आम् महोदय, अहम् अन्म्यूट् न करोमि. अत्र एतदपि पूर्णतया पठतु भवान् एव, अत्र किञ्चित् विवरणं दत्तम्. अस्तु महोदय. यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र, अहन्, अह च भवति, तत्र युगपत् पर्व परवलिङ्गं द्वन्द्वतत्पुरुषयोः रात्राह्नाहं पुंसि इति एतयोः सूत्रयोः प्रसक्तिः भवति. तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति. समाहारद्वन्द्वः वा समाहारद्विगुः चेत् सः नपुंसकम् इति अपवादसूत्रस्यापि प्रसक्तिः भवति. अत्र पुरस्तादपवादः अनन्तरान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषा प्रवर्तते. अर्थात् पूर्वमेव यः अपवादः अस्ति स अनन्तरस्य विधि बाधते, न तु उत्तरस्य. अपवादसूत्रं समीपवर्तिनं बाधते, सः नपुंसकम् इति अपवादसूत्रं पूर्वम् अस्ति, अतः तत् समीपवर्तिनं सूत्रं बाधते. अत्र समीपवर्तिसूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति. अतः अस्याः परिभाषायाः बलेन सह नपुंसकम् इति सूत्रं पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति स्परसूत्रेण या पर्वलिङ्गता विधीयते, ताम् अपवादत्वात् बाधते. सः नपुंसकम् इति सूत्रं रात्राह्नां पुंसि इति सूत्रस्य अपवादः नास्ति, यतोहि तत् समीपवर्ती नास्ति. रात्राह्नाहं पुंसि इति सूत्रेण रात्राह्नान्तः द्वन्द्वतत्पुरुषः पुल्लिङ्गे भवति. रात्राह्नान्तद्वन्द्वतत्पुरुषाः पुंसि पुल्लिङ्गे इति अर्थः. रात्राह्नान् पुंसिः इति सूत्रम् अनन्तरत्वात् पर्वलिङ्गन्तात् अपवादाः अपि परत्वात् समाहारनपुंसकतां बाधते. अर्थात् सः नपुंसकम् इति सूत्रमपि बाधते. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति पूर्वसूत्रेण या पर्वलिङ्गता विधीयते, तां बाधित्वा रात्राह्नां पुंसि इति अपवादसूत्रेण पुंसत्वं विधीयते। रात्राह्नां पुंसि इति अनन्तरविधिः समीपवर्तिनः वर्तिनं बाधते। अतः पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रमेव बाधते। अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन रात्राह्नां पुंसि इति अनन्तरविधिः समीपवर्तिनः पर्ववलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रमेव बाधते। अत्र अनन्तरस्य विधिः वा प्रतिषेधो वा इति परिभाषया बलेन रात्राह्नाः अत्र नकारः पूर्वम् आगन्तव्यं यथा वह्निः इति न वक्तव्यं वह्निः इति तदेव अत्र रात्राह्नाः पुंसि अनन्तरान् विधीन् समीपवर्तिनः यत् भवति परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति 26 अस्ति रात्राह्नाः पुंसि इति अनन्तरविधिः अस्ति 29 अस्ति इति सूत्रमेव अत्र बाधते। अत्र पुरस्तात् अपवादः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति वयम् इदानीमेव दृष्टवन्तः। द्वन्द्वतत्पुरुषसमासे उत्तरपदे द्वन्द्वसत् इदानीम् अत्र उत्तरपदमस्ति रात्र इति अत्र पूर्वरात्रः अहोरात्रः इति अस्ति चेत् अत्र पूर्व अहो पूर्वाह्नः एतत् सर्वम् आगत्य अत्र रात्रः इति पुल्लिङ्गपदम् द्वन्द्वतत्पुरुषयोः समासे उत्तरपदे रात्रे अहन् अह इति भवति चेत् युगपत् युगपत् इत्युक्ते समय सैमल्टेनियस्लि युगपत् आगच्छति चेत् अत्र परमलिङ्गं द्वन्द्वतत्पुरुषयोः 26 अस्ति द्वितीयपादे चतुर्थ द्वितीयादे चतुर्थपादे अत्र षड्विंशतिः इति सूत्रं स्वीकुर्मः। रात्राणाः पुंसि इति 29 अस्ति इति एतयोः सूत्रयोः प्रसक्तिः भवति। तर्हि किं सूत्रं गृह्यात् इति प्रश्नः उदेति एव अत्र किम् अत्र परवलिङ्गम् इति तत्पुरुषः अस्ति वा रात्राणः इति पुंसि भवति वा नपुंसकलिङ्गं भवति वा इति अत्र प्रश्नः उदेति। इदानीम् अत्र समाहारद्वन्द्वः वा समाहारदिहुः चेत् स नपुंसकम् इति अपवादसूत्रमपि प्रसक्तिः भवति। अत्र एतत् सूत्रमपि आगत्य कार्यं करोति किं भवति इति अत्र वयमत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान् इति वयं स्वीकृतवन्तः। एतदेव अत्र विरुद्धरेचिः ओमाङ्गच इत्यपि अत्र उत्तरविधिः अत्र किमपि न बाधति पूर्वविधिः एव बाधन्ते इति वयं दृष्टवन्तः खलु। अत्र किमपि क्लेशः नास्ति इदानीम् अत्र परन्तु अत्र बाधकं कुत्र अस्ति महोदय? अहं तु अत्र एतत् विषये एव अत्र बृहत् परिच्छेदः भवति खलु इदानीमेव भवता पठितुम् अत्र अत्र पुरस्तात् अपवादः नपुंसकलिङ्गं भवति वा पुल्लिङ्गं भवति वा इति अत्र स्पष्टीकरणार्थं दत्तमेव। परन्तु त्रीणि सूत्राणि तत् परं सूत्रं बलवत् भवति वा अत्र अनन्तरस्य विधिः वा प्रतिषेधो वा अनन्तरस्य यत् आगत्य अत्र आगत्य कार्यं करोति एतत् विधिः अत्र भवति वा प्रतिषेधः भवति वा अत्र हर्डल्स् अस्ति वा प्रतिषेधः भवति वा अत्र विधिः भवति वा इति अत्र त्रीणि सूत्राणि अत्र अस्ति पर्वलिङ्गं द्वन्द्वतत्पुरुषोः इत्युक्ते यत् लिङ्गं परे अस्ति तत् स्वीकृत्य एव प्रथमम् अत्र लिङ्गं भवति इति अतः एव अहो इति रात्रः अनन्तरम् अत्र द्विसङ्ख्यावाचकम् अस्ति चेत् अत्र नपुंसकलिङ्गं क्रमेण भवति इति अत्र नपुंसकलिङ्गमेव भवति इति सङ्ख्यावाचकशब्दः द्विरात्रं त्रिरात्रम् इति अभवत्। अत्र एतत् बृहत्तया इतोपि एतत् विषये पठितव्यमेव किं किम् अस्ति इति तत्र झटिति न गन्तव्यं क्रमेण निधानतया अत्र